अग्रे चतुश्चत्वारिंशत्तमे श्लोके नारद उवाच कासि त्वं का विमौ चेमा नार्या नार्यः काः पद्मलोचनाः वद देवी सविस्तारं स्वस्य दुःखस्य कारणम्। का असि त्वं का कौ इमौ च काश्च इमाः नार्यः पद्मलोचनाः वद देवी सविस्तरं स्वस्य दुःखस्य कारणम् इति। सर्वाण्यपि पदानि सरलान्येव